पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 22 महादेव उवाच गाङ्गां वक्ष्यामि माहात्म्यं यथोक्तं मुनिसत्तमा यस्य श्रवणमात्रेण अखं नश्यति तत्क्षणाद् गङ्गा गङ्गेदि यो ब्रूयाद्योजनानां शतैरपि मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति चरणाब्जसमुद्भूता गङ्गा नामेदि विश्रुता पापानां स्थूलराशीनां नाशिनी चेदि नारद नर्मदा सरयूश्चैव तथा वेत्रवदी नदी तापि पयोष्णी चन्द्रा च विपाशा कर्मनाशिनीं पुष्या पूर्णा तथा दीपा विदीपा सूर्यतेजसा सहस्रवृषदानात्तु यत्फलम् लभदे ध्रुवं तत्फलं समवाप्नोति गङ्गादर्शनतः क्षणाद् इयं गङ्गा महापुण्या ब्रह्मज्ञानां विशेषतः तेषां निरययुक्तानां गङ्गा पापप्रहारिणी चन्द्रसूर्योपरागे च यद्बलं विद्यते नख तद्बलं समवाप्नोति गङ्गादर्शनमात्रतः यथा सूर्योदये ताद तमो गच्छति दूरतः तथा गङ्गाप्रभावेन विलयं यादिपातकम् मान्येयं सर्वदा लोके पवित्रा पापनाशिनी कल्याणरूपा सततं विष्णुना निर्मिता पुरा दिव्यरूपा दुजननी दीनानां पावनी स्मृता देवानां च यथा विष्णुस्तथा गङ्गोत्तमा नदी ये कुर्वन्ति नरा स्नानं माघमासे निरन्तरं न तेषां विद्यते दुःखं कल्पानां च शतत्रयं यत्र गङ्गा च यमुना यत्र चैव सरस्वती तत्र स्नात्वा च पीत्वा च मुक्तिभागिनः संशयः महादेव उवाच त्वद्वार्तां प्रियदो ब्रवीमि यदहं सास्तु स्तुतिस्ते प्रभो यद्भुञ्जे तव तन्निवेदनमधो यद्यामि सा प्रेष्यदा यच्छान्दस्वपिमि त्वदङ्घ्रियुगले दण्डप्रणामोऽस्तु नः स्वामिन्यच्च करोमि तेन स भवान् विश्वेश्वरः प्रीयताम् दृष्टेन वन्दितेनाभिस्पृष्टेन च धृतेन के नरायेन विमुञ्च्यन्ते तदेतत् यामुनं जलं तावद्भ्रमन्ति भुवने मनुजा भवोद्ध दारिद्र्यरोगमरणव्यसनाभिभूताः यावज्जलं तव महानदि नीलनीलं पश्यन्ति नो दधति मूर्धसु सूर्यपुत्री यत्संसृष्टि सपदि कृन्तति दुष्कृतौकं पापावलिं जयति योजनलक्षतोऽपि यन्नाम नाम जगदुच्चरितं पुनादि दिष्ट्या हि सा पथिदृश्यो भविताद्य गङ्गा आलोकोत्तमा कण्ठितेन प्रमुदितमनसा वर्त्म यस्याः प्रयातं तद्यस्मिन् कृत्यमेदामध प्रथमकृति जज्ञिवान् स्वर्गसिन्धुं स्नानं सन्ध्या निवापसुरयजनमपि श्राद्ध विप्राशनाद्यं सर्वं सम्पूर्णमेतद्भवति भगवदप्रीदितं नादिचित्रम् देवीभूतपरं ब्रह्म परमानन्ददायिनी अर्घं गृहाण मे गङ्गे पापं हर नमोऽस्तु ते साक्षाद्धर्म द्रवौखं मुररिपुचरणाम्भोजपीयूषसारं दुःखस्याब्धेस्तरित्रं सुरमनुजनुदं स्वर्गसोपानमार्गं सर्वां होहारि वारिप्रवर गुणगणं भासि या संवहन्ति तस्यै भागीरथि श्रीमदिमुदिदमना देवि कुर्वे नमस्ते स्वसिन्धो दुरिदाब्धिमग्नजनदा संतारणि प्रोल्लसत्कल्लोलामलकान्ति नाश्चिद तमस्तोमे जगत्पावनि गङ्गे देवि पुनीः दुष्कृतभयक्रान्तं कृपाभाजनं माधर्मां शरणागतं शरणदे रक्षाधोभीषितं हंहोमानस कम्पसे किमु सखे त्रस्तो भयान्नारकात् किन्ते भीदिरिदि श्रुतिर्दुरिदकृत् संजायते नारकी मा भैषी शृणु मे गतिं यदि मया पापाचल स्पर्धिनी प्राप्ता ते निरयं कदः किमपरं किं मेन धर्मं धनम् सर्वेशादिप्रशंसा मुदमनुभवनं मज्जनं यत्र चोक्तं स्वर्णार्यो वीक्ष्य हृष्टा विबुधसुरपदिप्राप्तिसम्भावनेन नीरे श्रीजह्नु कन्येयम् अनिय मरदा स्नान्दिये तावकीने देवत्वं ते लभन्ते स्फुटम् अशुभकृतोऽप्यत्र वेदाः प्रमाणम् बुद्धे सद्बुद्धिरेवं भवतु तव सखे मानसस्वस्थितेस्तु आस्तां पादौ पदस्थौ सततमिह युवां साधु दृष्टी च दृष्टी वाणि प्राणप्रियेधि प्रकटगुणवपुः प्राप्नुहि प्राणि पुष्टिं यस्मात् सर्वैर्भवद्भिः सुखमतुलमहं प्राप्नुवं तीर्थपुण्यम् श्रीजाह्नवीरविशुदा परमेष्टिपुत्री सिन्धुत्रयाभरणतीर्थ वरप्रयाग सर्वेश मामनुगृहाण नयस्व चोर्ध्व मन्दस्तमोदशविधं दलयस्वधाम्ना वागीश विष्णुश पुरन्दराद्याः पापप्रणाशाय विदां विदोऽपि भजन्ति यत्तीरमनीलनीलं सदीर्थ राजो जयति प्रयागः करिन्दजासङ्गमवाप्य यत्र प्रत्यगदा स्वर्गधुनीधुनोदि अध्यात्मतापत्रदयं जनस्य स तीर्थराजो जयति प्रयागः श्यामो वडश्याम गुणो वृणोति स्वच्छायया श्यामल या जनानां श्यामश्रमं कृन्दति यत्र दृष्टः स तीर्थराजो जयति प्रयागः ब्रह्मादयोऽप्यात्मकृतिं विहाय भजन्ति पुण्यात्मकभागधेयं यत्रोच्चिता दण्डधरस्वदण्डं स तीर्थराजो जयति प्रयागः यच्छेवया देव नृदेवतादि देवर्षय प्रत्यह मामनन्दि स्वर्गं च सर्वोत्तमभूमिराज्यं स तीर्थराजो जयति प्रयागः येनांसि हं दीदि प्रसिद्धवार्ता नाम प्रतापेन दृश्यो भवन्ति यस्य त्रिलोकीं प्रततापगोभिः स तीर्थराजो जयति प्रयागः दत्ते भीतश्चामरचारुकान्तिं सिदासिदे यत्र सरिद्वरेण्ये आद्यो वडश्चत्रमिवादिभाति स तीर्थराजो जयति प्रयागः ब्राह्मीनपुत्री त्रिपथास्त्रिवेणी समागमे साक्षदयागमात्राद् यत्राप्नुतान् ब्रह्मपदं नयन्ति स तीर्थराजो जयति प्रयागः केषाञ्चिज्जन्मकोटिर्व्रजति सुवचसां यामि यामीदि यस्मिन् केषां चित्प्रेप्सदां यं नियतमधीयते वर्षवृन्दं वरिष्ठम् यत्प्राप्तं भाग्यलक्षैर्भवति भवति नो वास वाचामवाच्यो दिष्ट्या वेणी विशिष्टो भवति दृगतिधिः कं प्रयागप्रयागः लोकानामक्षमाणां मककृतिषु कलौ स्वर्गकामैर्जयस्तुत्यादिस्तोत्रैर्वजोभिः कथममरपदप्राप्तिचिन्तातुराणाम् अग्निष्टोमाश्वमेधप्रमुखमखफलं सम्यगालोच्य साङ्गम् ब्रह्माद्यैस्तीर्थराजोऽभिमदद उपदिष्टो यमेव प्रयागः मया प्रमादातुरतादिदोषदः सन्ध्या विधिर्नो समुपासितोऽभूत् चेदत्र सन्ध्यां चरदे प्रसाददः सन्ध्यास्तु पूर्णा किल जन्मनोऽपि मे अन्यत्रापि प्रगर्जन्महिमनि तपसि प्रेमभिर्विप्रकृष्टैर्ध्यादः सङ्कीर्तितो योऽभिमदपदविधातानि शं निर्व्यपेक्षं श्रीमत्पांशुं त्रिवेणी परि वृद्धम् अतुलं तीर्थराजं प्रयागं गोलङ्कारप्रकाशं स्वयममरवरं चेदनं तं नमामि अस्माभिः सुतपोन्वतप्त किमहो यज्ञन्द किं वाध्वरः पात्रे दानमदायि किं बहुविधं किं वा सुरार्चार्चिताः किं सत्तीर्थमसेवि किं द्विजकुलं पूजादिभिः सत्कृतं येन प्रापि सदा शिवस्य शिवदासा राजधानी स्वयं भाग्यैर्मेधिगदा ह्यनेकजनुषां सर्वाकविध्वंसिनी सर्वाश्चर्यमयी शिवपुरी संसारसिन्धोस्तरी लब्धं सज्जनुषः फलं कुलमलं चक्रे पवित्रीकृतः स्वात्मा चाप्यखिलं कृतं किमपरं सर्वोपरिष्ठात् स्थितं जीवन्नरः पश्यति भद्रलक्षमेवं वदन्तीति मृषा न यस्माद् तस्मान्मया वै वपुषे दृशेन प्राप्तापि काशीक्षणभङ्गुरेण काश्यां विधातुममरैरपि दिव्यभूमौ सत्तीर्थलिङ्गगणनार्चनदानशक्या यानीह गुप्तविवृतानि पुरातनानि सिद्धानि योजितकरः प्रणमामि तेभ्यः किं भीत्या दुरिद व्रजात् किमु मुदा पुण्यैरगण्यैः कृतैः किं विद्याभ्यसनान्मदेन जडदादोषाद्विषादेन किम् किं गर्वेण धनोदयादधनतातापेन किं भोजनाः स्नात्वा श्रीमणिकर्णिकापयसि चेद्विश्वेश्वरो दृश्यते अल्पस्फीतिनिरामयापि तनुदा प्रव्यक्तशक्यात्मदा प्रोत्साहाढ्यबलेन केवलमनोरागद्वितीयेन यत् अप्राप्यापि मनोरथैरविषया स्वप्नप्रवृत्तेरपि प्राप्ता सापि गदाधरस्य नगरी सद्योपवर्गप्रदा मन्येनात्मकृतिर्न पूर्वपुरुषप्राप्तेर्बलम् चात्र यन्नापीदं स्वजनप्रमाणमचलं किं स्वापतापादिकम् या दुष्प्राप गयाः प्रयागयमुना काशीसु पर्वागमात् प्राप्तिस्तत्र महाफलो विजयदे श्रीशारदानुग्रहः यश्राद्धसमये दूरा स्मृतोऽपि पितृमुक्तिदः तं गयायां स्थितं साक्षान्नमामि श्रीगदाधरं पन्थानं समधीत्य दुस्तरमिमं दूरादवीयस्तरं क्षुद्रव्याक्रतरक्षु कण्टकफणि प्रत्यार्तिभिः सङ्कुलम् आगत्य प्रथमव्ययं कृपणवाग्या चेज्जनः कर्परी श्रीमद्वारिगदाधर प्रतिदिनं त्वां द्रष्टुमुत्कण्ठते सर्वात्मन्निजदर्शनेन च गया श्राद्धेन वै देवताः प्रीणन्निष्व मनीह वत्कथमिहौ दासीन्यमालम्बस्ये किन्दे सर्वधनिर्दयत्वमधुना किं वा प्रभुत्वं कलेः किं वा सत्त्वनिरीक्षणं नृषु चिरं किं वास्य सेवारुचिः गदाधरमया श्राद्धं संचीर्णं त्वत्प्रसाददः अनुजानीहि मां देव गमनाय गृहं प्रति चतुर्णां देवतानां च स्तोत्रं स्वर्गाददायकं श्राद्धकाले पठेन्नित्यं स्नानकाले तु यः पठेद् सर्वतीर्थसमं स्नानं श्रवणात् पठनाज्जपद प्रयागस्य जगङ्गाया यमुनायास्तु देर्द्विज श्रवणेन विनश्यन्ति दोषाश्चैव दु कर्मजाः इति श्रीपद्मे महापुराणे पञ्चपञ्चाशदसहस्रसंहितायाम् उत्तरखण्डे उमापतिनारदसंवादे गङ्गा प्रयाग यमुनास्तु दिर्नामद्वाविंशोऽध्यायः ॐ